अस्तु, तर्हि गीतासोपानस्य द्वितीयभागस्य अत्र लृङ्लकारसम्बद्धपाठः अनुवर्तते. एतावता रूपाणि दृष्टानि सन्ति. अभ्यासः कश्चन अपि लब्धः. इदानीं यत्र धातुः अस्ति, पुनः उपसर्गः अस्ति, तत्र कीदृशं चिन्तनम् अपेक्षितम् अस्ति अस्माकम् इति एकवारम् औपचारिकरूपेण पश्येम. एतावता किञ्चित् चिन्तनं कथायाः प्रसङ्गे जातमस्ति. इदानीं तत्र गृहपाठरूपेण कश्चन अभ्यासः अपेक्षितः आसीत्. तत्र कोष्टकमस्ति खलु, दशाधिकशततमे पुटे कोष्टकमस्ति. तत्र किं चिन्तनीयमस्ति इति किञ्चित् प्रदर्शितमस्ति. तत्र आवरणम् अपेक्षितमासीत् तत्र द्वितीय स्तम्भे, तृतीयस्तम्भे इति एतत् सर्वं कृतमस्ति. अपगच्छति इति कीदृशं चिन्तनमपेक्षितमस्ति? सुब्रह्मण्यमहोदय, कृपया किञ्चित् वदतु, किं भवति अपगच्छति इति अस्मिन् किञ्चित् चिन्तनं किम् अस्ति अत्र? अत्र चिन्तनमस्ति महोदय, अपगच्छति, अत्र गच्छति गम् धातुः अस्ति, तस्य प्रथमपुरुष एकवचनक्रियापदरूपमस्ति गच्छति. अप अत्र उपसर्ग अस्ति, उपसर्गसहितक्रियापदमत्र अपगच्छति. यदि वयं तस्य लङ्लकारम् इच्छामः, प्रथमम् अत्र गच्छति नयामि, गच्छति तस्य लङ्लकारः अस्ति अगच्छत्, अनन्तरं उपसर्ग पदं पादौ स्थापयामि. अपयोगः अगच्छत् अपगच्छत् इति उपसर्गसहित लङ्लकाररूपं भवति. लङ्लकारस्य इदानीं लृङ् लृङ् लकारः प्रथमं तु गच्छति, तस्य लृट् अस्ति गमिष्यति, अपगमिष्यति इति तस्य लृट् लकारस्य रूपं. तत्तु सम्यक् एव, परन्तु अत्र विसर्गरहित लङ्लकारः अस्ति अगच्छ, विसर्गरहित लृट् अस्ति उपसर्ग, उपसर्गरहित लृट् अस्ति गमिष्यति. अत्र लृङ्लकारः अस्ति अगमिष्यत् प्रथमम्, अनन्तरम् अप आदौ योजयामि. अपयोगः अगमिष्यत् अपागमिष्यत् इति तस्य लृङ्लकारः. सत्यम्, अत्र यथा प्रदर्शितमस्ति तत्र किञ्चित् भिन्नरीत्या अहं चिन्तयामि. यत् नाम प्रथमतया उपसर्गं निष्कासयतु, अनन्तरं लङ्लकाररूपं किमस्ति इति चिन्तनीयमस्ति, तदनन्तरं लृट्लकारः, अनन्तरं लृङ्लकार उपसर्गरहितधातोः लृङ्लकाररूपं चिन्तनीयमस्ति, अनन्तरमेव अन्ते उपसर्गं पुनः संयोजयतु अन्ते एव, यतोहि तत्रैव अस्माकं भ्रमः भवति. उपसर्गः नास्ति चेत् तत्र चिन्ता नाम समस्या नास्ति, उपसर्गः अस्ति चेदेव अस्माकं भ्रमः. अतः अन्ते संयोजयतु, नाम तत्र गच्छति, अगच्छत्, गमिष्यति, अगमिष्यत्, उपागमिष्यत् अथवा अपागमिष्यत् इति. गच्छति, अगच्छत्, गमिष्यति, अगमिष्यत्, अपागमिष्यत् इति. तत्र उपसर्गः तत्रैव क्लेशः, अतः अन्ते स्थापयतु तत्र अप अगमिष्यत् अपागमिष्यत्. अस्तु, समीचीनमस्ति. तर्हि सञ्जीवमहोदय कृपया परिहरते इति कीदृशं चिन्तनमस्ति? परिहरते इति ध्रुवधातुः तस्य लङ्रूपम् अस्ति अहरत्, प्रथमपुरुषे एकवचने. तस्य परि इति उपसर्गपूर्वकं पर्यहरत् इति भवति लङ्रूपे. परि इति त्यजतु इदानीम्. अहरत् परि इति, अहरत् इति अस्ति, अनन्तरं लिट्, लृट् भविष्यति, हरिष्यति प्रथमपुरुषे एकवचने. अस्तु, अग्रे. आहत्य लृङ् रूपे अहरिष्यत् इति भवति. तत्र तदनन्तरं परि इति उपसर्गः अस्ति, तदपि योजयित्वा पर्यहरिष्यत् इति रूपं सिद्धति. समीचीनमस्ति. हरति, अहरत्, हरिष्यति, अहरिष्यत्, पर्यहरिष्यत् इति क्रमः. अनेन अस्माकं क्लेशः न भवति इति मन्ये. परि इति अस्य इत्यनेनैव क्लेशः, अतः अन्ते संयोजयतु. अस्तु, इदानीं तत्र तस्य उपरि आवरणं स्थापयतु. आवरणं सर्वे, कागदं, किमपि पुस्तकं मा पश्यतु, येन नाम दर्शनेन अस्माकं न कोऽपि लाभः खलु. यदि उत्तरं पश्यामः तर्हि को लाभः? आवरणं स्थापयतु सर्वे. स्थापितमस्ति. अस्तु, अग्रे मीना भगिनी वदतु अग्रे. केवलम् आनयति इति द्रष्टव्यमस्ति, ततः अग्रे यत् अस्ति कागदे तत् न द्रष्टव्यमस्ति. अस्तु, प्रथमम् उपसर्गम् उपसर्गदातु पृथक् करोमि. आ योगः नयति, अनन्तरं नयति, नेष्यति. न न, लङ् लङ् लङ् किमस्ति? लङ् लङ् आनयत् लङ् नयति, आनयत् लङ् आनयत् इति कथं? सोरि सोरि, लङ् नयत्. न न न, लङ् लकारः तत्र अडागमः अवश्यं भवति, अकारः. नयति लट् लकारः, अनयत् लङ् लकारः. अनयत् अनयत् अस्तु, लकारः. नेष्यति लृट् लकारः. अनेष्यत् लृङ् लकारः. आयोगः नेष्यत् आनेष्यत् इति लृङ् लकारः. न न, आयोगः आयोगः अनेष्यत्. हा, आयोगः अनेष्यत्, अनेष्यत् इति रूपं सिद्धमासीत्. आम्, आयोगः अकार आ एव इति आनेष्यत्. आनेष्यत् आनेष्यत्. यत्र इडागमः भवति लृट् लकारे, तत्र लृट् लृङ् लकारे अपि इडागमः इति चिन्तनीयमस्ति. तत्र हृधातौ इडागमः अस्ति. किमर्थं प्रतिध्वनिः अस्ति? कस्यचित् स्पीकर् फोन् अस्ति अथवा ब्लूटूथ्? एतत् सर्वं मास्तु. हेड्फोन् मास्तु, ब्लूटूत् मास्तु, स्पीकर् फोन् मास्तु, नो चेत् प्रतिध्वनिः किमर्थम्? अस्तु, समीचीनमस्ति. तर्हि अत्र किं हृदातुः, तत्र लृट्लकारः तत्र हरिष्यति, इकारः अस्ति खलु, इ हरिष्यति. तत्र नीदातुः नेष्यति, तत्र इडागमः नास्ति. यत्र लृट्लकारः लृट्लकारे इडागमः अस्ति, तत्र लृङ्गकारे अपि भविष्यति. यत्र लृट्लकारे इडागमः नास्ति तत्र लृङ्लकारे अपि न स्यात्। अतः अहरिष्यत् किन्तु अनेष्यत् इति भेदः। इति अपि मनसि निधाय अग्रे गन्तव्यमस्ति। तत्र आनेष्यत्। अस्तु, समीचीनमस्ति। इदानीम् अग्रिमं कुर्मः। अखिला भगिनी वदति वा? आं महोदय, तत्र क्रियापदमस्ति आगच्छति इति। आ इति उपसर्गम् इदानीं त्यजामः, तर्हि गच्छति इति क्रियापदमस्ति। तस्य लृट् रूपमस्ति गमिष्यति, लङ् अस्ति अगच्छत्। ते तयोः संयोजनं कृत्वा अगमिष्यत् इति लृट्लकाररूपं, क्षम्यतां, लृङ्लकाररूपं भविष्यति। आ इति उपसर्गम् इदानीं तत्र स्थापयामः चेत् आयोग अगमिष्यत् आगमिष्यत् इति एव रूपं स्यात्। अस्तु, इति सुलभमस्ति। अग्रिमम् इति मम मनसि आसीत्, अग्रिमं करोतु। अस्तु, प्रति वदति, प्रति इति पुनः प्रति इति उपसर्गं पृथक् कुर्मः, तर्हि वदति इति क्रियापदमस्ति। वदति इति क्रियापदस्य लृट् रूपम् अस्ति वदिष्यति, लङ् रूपम् अस्ति अवदत् इति। तेन तत्र तयोः संयोजनं कृत्वा तत्र अवदिष्यत् इति लृङ्गकाररूपं भविष्यति। प्रति इति स्थापयामः, प्रति इति स्थापयामः चेत् तत्र प्रतियोग अवदिष्यत् तत्र यण्सन्धि भूत्वा प्रत्यवदिष्यत् इति रूपं सिद्ध्यति। हा, बहु समीचीनमस्ति। अस्तु, अग्रे पुष्पाभगिनी अग्रे। अनुकरोति, करोति क्रियापद अनु अकरोत् लङ् रूपः अन्वकरिष्यत् त्यजतु, अनुति त्यजतु, करोति इत्यस्य लङ् अनन्तरं लृत् अनन्तरं लृङ् अनन्तरमेव उपसर्गः। करोति अकरोत् करिष्यत् करिष्यत् किमस्ति भगिनि, करिष्यत् किमस्ति, करोत् पश्यन्ति अस्ति वा, पुस्तकं पश्यन्ति, पुस्तकं त्यजतु, पुस्तकं त्यजतु, चिन्तनं करोतु किमस्ति। अकरोत् लिट् किं, लिट् किमस्ति, लिट् तु भविष्यत् कालस्य रूपं किम्, बालकः करिष्यति, करिष्यति, धन्यवादः, करिष्यति, करिष्यति, मम बहु चिन्ता आसीत्। अस्तु, लृङ्लूपरूपः अन्वकरिष्यत् न अन्वजतु भगिनि, लृङ्ग् रूपः अकरिष्यत् अकरिष्यत् अनु उपसर्ग उपयोगेन अन्वकरिष्यत् अस्तु, यन् सन्धिः अस्तु है न, अस्तु, समीचीनमस्ति। अस्तु, तर्हि अग्रे अग्रे सुनिधि भगिनी करोति वा, न न अग्रिम न अग्रिम तदनन्तरं करोतु, अनन्तरं शिल्पभगिनी करोतु। उत्तिष्ठति उपविशति क्षम्यतां प्रविशति प्र उपसर्गः अस्ति अहं निष्कासयामि तर्हि विशति विशति लङ् रूपम् अविशत् लिट् लिट् रूपं वेक्ष्यति हा वेक्ष्यति इति मया उक्तं खलु तत्र यत्र तालव्यषकारः अथवा मूर्धनषकारः द्वयोः अनन्तरं दन्त्यषकारः अस्ति षकारषकारयोः स्थाने तत्र ककारादेशः भवति ककारः अनन्तरं दन्त्यषकारस्य स्थाने मूर्धनषकारः भवति अतः क ष क्ष इति भवति क्ष वेक्ष्यति अत्र तालव्यषकारः अस्ति खलु विशति षकारः वेक्ष्यति न तत्र षकारः पुनः पृच्छतु विशति इति लट् लकारे तालव्यषकारः अस्ति न वा शिवाश अस्ति हा तस्य नाम तालव्यषकारः ओ तालव्यषकारतम् अस्तु आं तालव्यषकारः अस्ति हा तालव्यषकारः अस्ति लृट् लकारे ताल तत्र विश् इति अस्ति धातुः अस्ति विश् विश् अनन्तरं लृट् भविष्यत्काले स्या इति भवति स्यति खलु दास्यति स्यत् स्यति अस्ति तर्हि विश् अपि च स्यति इति संयोजनीयं भवति विश् स्यति तस्यां दशायां किम् अस्ति विश् तत्र अन्तिमभागः अस्ति तालविषकारः विश् अन्तिमभागः तालविषकारः स्याति इति अस्य प्रथमवर्णः कः स्याति इति भागस्य प्रथमवर्णः कः हा दन्त्यसकारः दन्त्य इति तत्र दन्त्यसकारः हा तत् सकारस्य त्रैविध्यमस्ति दन्त्यसकारः तालव्यषकारः मूर्धन्यषकारः इति त्रैविध्यमस्ति वयं जानीमः खलु वर्णमालायां त्रयः सकाराः सन्ति खलु दन्त्यसकारः तालव्यषकारः मूर्धन्यषकारः इति तत्र इदानीम् अस्माकं पुरतः कः का स्थितिः अस्ति विश् धातोः तालव्यषकारः लृट् लकारस्य स्यति षकारस्य अनन्तरं कः वर्णः अस्ति विश् अपि च स्यति तत्र तालविषकारस्य विश् धातोः तालविषकारस्य अनन्तरं कः वर्णः अस्ति प्रथमवर्णः दन्त्यसकारः तर्हि तालव्यषकारः अस्ति अनन्तरं दन्त्यसकारः अस्ति अस्यां दशायां किं भवति तालव्यषकारस्य स्थाने ककारः भवति ककारः भवति अपि च दन्त्यसकारस्य स्थाने मूर्धन्यषकारः भवति हा तत्र ककारषकारयोः संयोजनेन क्ष इति भवति हा तत्र यकारः अपि अस्ति खलु वेक्ष्यति क्ष्य क्ष्य वेक्ष्यति इति रूपमस्ति स्यति इति आसीत् स्य सकारस्य स्थाने मूर्धनषकारः ष्यति ककारः तस्मात् प्राक् अतः वेक्ष्यति इति वदतु एकवारं वेक्ष्यति हा समीचीनमस्ति अस्तु लङ् उक्तं लृट् उक्तम् इदानीं लृङ् लङ् किमासीत् लङ् अविशत् हा लिट् लिट् वेक्ष्य अस्ति लिङ् अवेक्ष्यत् अवेक्ष्यत् बहु समीचीनमस्ति अवेक्ष्यत् अवेक्ष्यत् अस्तु इदानीं तदनन्तरं पुनः तस्य संयोजनं करणीयं तर्हि क प्लस् अवेक्ष्यत् प्रवेक्ष्यत् प्र योगः अवेक्ष्यत् तत्र प्रावेक्ष्यत् बहु समीचीनमस्ति प्रावेक्ष्यत् अस्तु अग्रे सुनिधि भगिनी अग्रे उत्तिष्ठति लं अतिष्ठत् लट् अस्ति स्थास्यति हा स्थास्यति बहु समीचीनमस्ति तत्र धातुः अस्ति स्था स्थास्यति अस्तु अग्रे स्थास्यति लं इस् अस्थास्यत् अस्थास्यत् सो उदता उदस्थास्यत् नाम उत् इति उपसर्गः उपसर्गः कः उत् उत् उत् अस्थास्यत् तत्र किं भवति तकार अकारयोः संयोजनेन तकारस्य स्थाने कः वर्णः दकारः भवति तर्हि पूर्णतया आहत्य रूपं किं पुनः वदतु उदस्थास्यत् हा सुन्दरं बहु समीचीनमस्ति अस्तु अग्रे गच्छेम तर्हि इदानीं कस्य अस्तु पद्मा भगिनी वदतु ओ भगिनी अस्ति आं महोदय म्यूट् मध्ये विहरति क्रियापदं वि उपसर्गः भवति हरति क्रियापदं लट् लट् लकारः अस्ति लुट् हरिष्यत् लङ् लङ् प्रथमतया लङ् वदतु अहरत् अहरत् भवति लट् लुट् लकारः हरिष्यति लुट् अहरिष्यत् लृङ् लृङ् लृङ् अहरिष्यत् लकारस्य नाम किम् लृट् न न लङ् लृट् द्वयोः संयोजनेन लृङ् लृङ् हरिष्यत् अहरिष्यत् भवति वि उपसर्ग संयोजनेन व्यहरिष्यत् बहु समीचीनमस्ति अस्तु अग्रे सञ्जीवमहोदय कृपया प्रार्थयते अस्ति तस्य धातुः अस्ति अर्थ लङ्लकारे आत्मनेपदी लङ्लकारे आर्थयत लृट् लकारे अर्थयिष्यति अर्थयिष्यते अत्र हा समीचीनमस्ति समीचीनं तस्य लृङ् लकारे आर्थयिष्यत् आर्थयिष्यत् हा तदनन्तरं उपसर्गः अस्ति प्र आहत्य प्रार्थयिष्यत भवति. समीचीनमस्ति. सर्वे अवगच्छन्ति खलु तत्र आत्मनिपदिदातुः अस्ति इति कारणेन तत्र लङ्कारस्य तत्र अकारः भवति अन्ते खलु. अर्थयत तत्र क्षम्यताम् आर्थयत तत्र धातोः आरम्भे अकारः अस्ति अतः तत्र वृद्धिः भवति आरम्भे आ अपि च अन्ते अपि अकारः अस्ति यतोहि आत्मनिपदिदातुः अस्ति. आर्थयत आर्थयत अनन्तरम् अर्थिष्यते लृट्लकारे क्षम्यताम् अर्थयिष्यते अर्थयिष्यते. अनन्तरं पुनः वदतु कृपया महोदय तत्र लृङ् किं भवति? लुङ् भवति आर्थयिष्यत. आर्थयिष्यत इति सर्वे अवगच्छन्तु. अस्तु अग्रे अग्रे अस्ति निर्ग तत्र प्र उपसर्गपूर्वकं प्र उपसर्गपूर्वक प्रार्थयिष्यत प्रार्थयिष्यत इति स्पष्टं स्यात्. अग्रे अखिल भगिनी अग्रे. उभयपदीय उभयपदी आर्थ आर्थ धातुरूप उभयपदी अर्थ प्राय णिच् नास्ति चेत् अर्थयते अर्थयते तत्र णिच् अस्ति. हा प्रायः उभयपदी धातुः स्यात् इति मन्ये तत्र अर्थयते इति प्रायः चुरादिगणे स्वार्थे णिच् भवति चुरादिगणे तत्र सामान्यतया परिपदत्वम् अस्ति. चुरादिगणे दशमगणे चुरादिगणे आत्मनेपदी आत्मनेपदी महोदय अपवादभूतदातवः परिगणिताः सन्ति येषां केवलम् एकपदत्वं भवति केवलं केचन सन्ति तथा भवितुमर्हति. अस्तु अग्रे अखिल भगिनी अग्रे. निर्गच्छति निरुति उपसर्गः तदिदानीं पृथक् कुर्मः न गच्छति इति क्रियापदमस्ति. अगच्छत् इति लङ्लकाररूपं गमिष्यति इति लृट्लकाररूपं मिलित्वा भवति अगमिष्यत् इति लृङ्लकाररूपं निर् संयोजनेन तत्र निरगमिष्यत् इति रूपं सिद्ध्यति. अस्तु समीचीनमस्ति. अग्रे मीना भगिनी अग्रे. उपदिशति उपयोगः दिशति लङ् रूपं दिशत् लङ् किमस्ति लङ् रूपम् अदिशत् लृट् रूपं दिश्यति दिश्यति सोरि देक्ष्यत् लृङ् रूपं देक्ष्यत् देक्ष्यत् लिट् लिट् रूपं देक्ष्यसि प्रथमपुरुषस्य एकवचनान्तरूपं किमस्ति देक्ष्यति देक्ष्यति देक्ष्यति किमर्थं तथा शकारयोगः स्यति मूर्धन्य तालव्य सकारः योगः दन्त्य सकारः दन्त्यसकारस्थाने ककारः आगच्छति न सकारः क्षा भवति देक्ष्यसि न न न कस्य स्थाने ककारः दन्त्यसकारस्थाने सकारस्थाने दन्त्यसकारस्थाने ककारः आगच्छ एवम् एवं वा दोषं दोषमस्ति तालव्यशकारस्थाने न समीचीनं नास्ति समीचीनं नास्ति. अखिल भगिनी किञ्चित् सहायं करोतु. महोदय तत्र क्रियापदमस्ति उपदिशति, लङ्लकाररूपम् अस्ति अदिशत्, लिट्लकाररूपम् अस्ति देक्ष्यति इति. तत्र स्य इति आगमः अस्ति, तत्र दन्तव्यचकारः अस्ति, अपि च षकारः मूर्धन्यषकारः क्रियापदे एव अस्ति. तेन षकारः अस्ति, तालव्यषकारः, क्षम्यतां, तालव्यषकारः अस्ति क्रियापदे. तेन संयोजनेन तत्र मूर्धन्यषकारः भवति षकारः इति. तर्हि तत्र कस्य स्थाने किं भवति इति वक्तव्यमासीत्. तत्र सकारस्य स्थाने षकारः भवति, इत्युक्ते दन्तव्यषकारस्य स्थाने मूर्धन्यषकारः भवति. न न, कस्य स्थाने? दन्तव्यसकारः, दन्त्यसकारस्य स्थाने मूर्धन्यषकारः षण्मुखषकारः आगच्छति. अपि च यत् तालव्यषकारः अस्ति तस्य स्थाने ककारः भवति, तर्हि देक्ष्यत् इति भवति. तर्हि किं भवति? लृट् लृट् भवति, देक्ष्यति. हा हा, अस्तु, तावत् अस्ति. इदानीं वस्तुतः प्रथमतया तालव्यषकारस्य स्थाने ककारः, तस्य ककारस्य प्रभावेन तस्य ककारस्य प्रभावेन दन्त्यसकारस्य स्थाने मूर्धन्यषकारः भवति इति क्रमः अस्ति. अस्तु, इदानीम् अग्रे मीना भगिनी, अग्रे. लृङ्, सोरि, लृट् रूपं देक्ष्यति, लृङ् रूपं देक्ष्यत्. किमस्ति? देक्ष्यत्, देक्ष्यत् लृङ् रूपं. लङ् किमस्ति? अदेक्ष्यत्, अदेक्ष्यत्. लङ् पुनः वदतु. लङ् रूपम् अदिशत्, लृट् रूपं देक्ष्यत्, लृङ् रूपं. न, लृट् किमस्ति? तत् एतत् सर्वं न वक्तव्यं, सम्यक्तया न वक्तव्यं चेत् किमपि न भवति. लङ् किमस्ति? लङ् अदिशत्. हा, लृट्, लृट् देक्ष्यति, लृङ् रूपम् अदेक्ष्यत्, उपयोगः अदेक्ष्यत्, उपादेक्ष्यत्. उपयोगः न, उपसर्गः. उपसर्गः उप अस्ति, उपयोगः अदेक्ष्यत्, उपादेक्ष्यत् इति लृङ् रूपम्. लृङ् रूपस्य पुनः उच्चारणं करोतु. उपादेक्ष्यत्. उपा, तत्र आ इति स्पष्टतया वक्तव्यमस्ति. उपादेक्ष्यत्, उपादेक्ष्यत्, उपादेक्ष्यत्. अस्तु, समीचीनमस्ति. अग्रे सुब्रह्मण्यमहोदय तत्र विराजते. आं महोदय, अत्र वि उपसर्गः राजते, तत्तु आत्मने पदि अस्ति. राजते, अराजत, तस्य लङ्लकारः. लृट् लकारः राजिष्यते, लृङ् लकारः अराजिष्यत. अनन्तरं वियोगः अराजिष्यत, व्यराजिष्यत इति लृङ् लकारः. महोदय, व्यराजिष्यत, व्यराजिष्यत इति अस्ति. समीचीनमस्ति, बहु सम्यक्. अस्तु, अग्रे तर्हि अग्रे सन्दीपमहोदय, कृपया. व्यवहरति, अत्र हृधातुः लङ्लकाररूपम् अस्ति. अहरत्, लृट् रूपम् अस्ति. हरिष्यति, अत्र लृङ् रूपं भवति. अहरिष्यत्, अत्र उपसर्गौ द्वौ इति मन्ये. वि तथा अव, व्यवयोगः अहरिष्यत् भवति व्यावहरिष्यत् पुनः व्यवहरिष्यत् समीचीनमस्ति. सुवर्णदीर्घसन्धिः व्यवहरिष्यत् अस्तु समीचीनमस्ति, बहु सम्यक्. अग्रे सुनिधि भगिनी कृपया अग्रे पठति वा प्रथमं. अत्र एक विषयः दृष्टं मया दृष्टः अर्थधातुः. महोदय महोदय एकनिमिष. पुष्पभगिनी यदा अन्य कोऽपि वदति तस्मिन् समये किञ्चित् प्रतीक्षां कृत्वा एव वदति खलु, अन्य कोऽपि वदति इदानीं. सञ्जीवं महोदय कृपया वदतु. न अर्थधातोः विषये, अर्थधातोः शब्दकोशे अस्ति चुरादिगणे, परन्तु तत् दत्तमस्ति सर्वदा आत्मनेपदे एव विशेष आत्मनेपदे. इति अस्ति. केचन परिगणिताः सन्ति तथा. महोदय एकनिमिष. लृङ् ऋकार लृङ् रूपाणि कति सन्ति धातुरूपमञ्जुरी नास्ति? न अवगच्छामि भवत्याः प्रश्नः कः. धातुरूपमञ्जुरी मञ्जुरी अत्र नास्ति. अत्र किं नास्ति? लृङ्लकारस्य रूपं कुत्र लभ्यते इति वा? बहुषु पुस्तकेषु लभ्यते. नाम एक तत्र एकं वदामि, प्रसिद्धपुस्तकमस्ति, किमस्ति, बृहद्धातुकुसुमाकरः बृहद्धातुकुसुमाकरः इति पुस्तकमस्ति. तत्र दश एव दश अपि लकाराः लभ्यन्ते तत्र, केवलं तत्र इति न, किन्तु अस्य पुस्तकस्य मध्ये एतत् सर्वं भवति. मन्ये पद्मभगिनी धातुरूपमञ्जरी इति वदामि, धातुरूपे मञ्जरी पुस्तके अपि अन्तिमभागे अस्ति लृङ्लकारः. लघु एकं लघुपुस्तकमपि अस्ति, तस्य नाम किं, चन्द्र अधिक्षाताम् अधिक्षता लृङ् अस्ति अस्ति अस्ति अस्ति भगिनि अस्ति भगिनि अस्ति अस्तु. अग्रे गच्छेम तर्हि अग्रे गच्छेम तर्हि सुनिधि भगिनी अग्रे पश्यतु. विशेषः विशेषः स्वीकरोति लङ् अकरो लट् अकरोत् लङ् अकरोत् लट् अकरिष्यति लृङ् अकरिष्यत् उपसर्ग स्व्यकरिष्यत्. वस्तुतः स्वि इति उपसर्गः नास्ति, किन्तु स्वि उपसर्गः इव अस्ति. तस्य व्यवहारः उपसर्गः इव अस्ति इति कृत्वा तथा भवति. अस्तु अग्रे पठतु कृपया. अङ्गीकरोति लङ् अकरोत् लट् करिष्यति लृङ् अकरिष्यत् अङ्ग्यकरिष्यत्. बहु समीचीनमस्ति. अङ्ग्यकरिष्यत् इति अस्ति, अङ्गी अपि च स्वी इति तत्र उपसर्ग इव स्तः. अस्तु बहु समीचीनमस्ति. अग्रे तर्हि इदानीम् अखिला भगिनी कृपया अग्रे पठतु. अस्तु महोदय. यतो उदाहरणं ल्युण्प्रयोगेन वाक्यानि विकत परशुरामः शप्तवान् कर्णः धनुर्विद्यां विस्मृतवान् परशुरामः यदि न अशप्स्यत् तर्हि कर्णः धनुर्विद्यां न व्यस्मरिष्यत् अर्जुनः धनुर्विद्यायाः अभ्यासं कृतवान् धनुर्धारी इति ख्यातः अभवत् यदि अर्जुनः धनुर्विद्यायाः अभ्यासं न अकरिष्यत् तर्हि धनुर्धारी इति ख्यातः न अभविष्यत् इति वाक्यमस्ति बहु समीचीनम् अग्रे अग्रे तत्र शिल्पाभगिनी पठति वा शिल्पाभगिनी अस्ति वा क्षम्यतमस्मि एकनव्यः एकलव्यः अङ्गुष्ठं दत्तवान् गुरुभक्तः इति प्रसिद्धः अभवत् यदि एकलव्यः अङ्गुष्ठं न पुष्पभगिनी यदा भवत्याः अस्तु शिल्पभगिनी यदि एकलव्यः अङ्गुष्ठं न अदास्यत् तर्हि गुरुभक्तः इति प्रसिद्धः न अभविष्यत् बहु समीचीनमस्ति अग्रे अग्रे अस्ति सुब्रह्मण्यमहोदय कृपया महोदय लृङ् अस्य अत्र अस्ति अदात् शिल्पाभगिनी पुनः वदतु लृङ् तत्र लृङ् ऋङ् रूपं किमस्ति दत्तवान् ददाति लङ्कारः अददत् लिट् लकारः दास्यति ऋङ् लकारः अदास्यत् अदास्यत् समीचीनमस्ति अस्तु अग्रे गच्छेम कस्य आसीत् सुब्रह्मण्यमहोदय कर्णः सर्वान् दानेन तोषितवान् दानवीरः इति ख्यातिं प्राप्तवान् अत्र तोषितवान् धातुः अस्ति तुष् महोदय तुष् तुष् अस्ति तुष्यति लङ् अस्ति अतुष्य लङ् अस्ति अतुष्यत् लृट् अस्ति अत्र लृट् तोक्ष्यति महोदय न तत्र चिन्तनं बहु समीचीनमस्ति बहु समीचीनमस्ति किन्तु अत्र किमस्ति यत् धातुः सेट् अस्ति धातुः सेट् इति कारणेन इडागमः भवति इदानीं चिन्तयतु तुष्यति तो इडागमः तोषिष्यति हा तोषिष्यति हा समीचीनमस्ति. अस्तु महोदय, तत्कारणात् तत्र लृङ् भवति अतोशिष्यत्. कर्णः सर्वान्, यदि कर्णः सर्वान् दानेन अतोशिष्यत् तर्हि दानवीरः इति ख्यातिं प्राप्स्यत्. न प्राप्स्यता कर्णः सर्वा, यदि कर्णः सर्वान् दानेन अतोशिष्यत् तर्हि दानवीरः इति ख्यातिं न प्राप्स्यत्. समीचीनमस्ति, अग्रे गच्छेम. तर्हि मीना भगिनी, अत्र तोषितवान् स्वयं न तुष्यति एव. किम्? कर्णः सर्वान् दानेन तोषितवान्, यदा तुष्यति इति प्रयोगं कुर्मः चेत् तदा तु स्वयं तुष्यति इति अर्थः भवति. अतः हा, कर्णः सर्वान् दानेन तोषितवान् इति समीचीनमस्ति इति अस्ति. अत्र वस्तुतः निच् सहितप्रयोगं प्रयोगः कर्तव्यः अस्ति. समीचीनम्, अर्थं दृष्ट्वा तथा अस्ति. अत्र प्रारणार्थे निच् अस्ति. कथं जानीमः, न महोदय करिष्यति, बिन्दुः समीचीनमस्ति. तत्र सुब्रह्मण्यं पुनः करोतु कृपया. अत्र तोषितवान् इत्यनेन निच् अस्ति. तोषितवान् निच् अस्ति महोदय. अस्तु महोदय, निच् इत्युक्ते अत्र तोषयति इति लट् लकारः, अतोषयत् लङ् लकारः, लृङ् लृट् अस्ति, अतोषयिष्यति. न न, लृट् लिट् लृट् अस्ति, तोषयिष्यति. तोषयिष्यति, अतोषयिष्यत् इति तस्य लृङ्लकारः. कर्णः सर्वान्, यदि कर्णः सर्वान् दानेन अतोषयिष्यत् तर्हि अतोष, एकनिमिषः महोदय, तोषयिष्यत् न इति उपोष न इति भवति खलु, न इति व्ययं न. कर्णः, अस्तु महोदय, यदि कर्णः सर्वान् दानेन न अतोषयिष्यत् तर्हि दानवीरः इति ख्यातिं न प्राप्स्यत्. हा, इति अस्ति. हा, बहु समीचीनमस्ति. महोदय, एकः प्रश्नः, अर्थस्य प्रसङ्गे अपि चिन्तितवान्, तथैव अस्ति. वदतु. एकः प्रश्नः, अत्र तोषितवान् प्रेरणार्थे तवत् रूपमस्ति. साधारणतया तस्य तुष्यति, तुष्यति तत्र वस्तुतः तस्य, तत्र क्तवतु, एकनिमेषः, तत्र क्तवतु, क्तवतु क्तवतु इत्यनेन तत्र गुणनिषेधः भविष्यति. वस्तुतः तत्र यत्र प्रेरणार्थे अस्ति तत्र ओकारः न भविष्यति. तूषितवान् इति स्यात्. तूषितवान् अतः कुत्रचित् प्रेरणार्थे अपि च अप्रेरणार्थे रूपं समानमस्ति, अत्र तथा नास्ति. कित्वात् गुणनिषेधः अस्ति, क्तवतु अस्ति खलु रूप, तत्र प्रत्ययः अस्ति क्तवतु, कित्वात् गुणनिषेधः. अतः गुणनिषेधे तूषितवान् इति अस्ति, न तु तोषितवान्. अतः रूपस्य न केवलम् अर्थस्य दर्शनेन चिन्तनेन अपि तु रूपस्य दर्शनेन अपि जानीमः यत् प्रेरणार्थके निचि अस्ति. स्पष्टमस्ति वा? स्पष्टं महोदय, धन्यवादः. महोदय, अत्र इतोपि एकः प्रश्नः. प्रथमं महोदयेन तोषितवान् इति अनिच् प्रयोगे एव उक्तवान् खलु, तस्मिन् समये लिट् रूपं तोषयिष्यति इति इति वा, तदेव मया श्रुतं तत्र प्रेरणार्थके इति प्रेरणार्थके अस्तु अनिचि तु तत्र तुष्यति इति अस्ति चेत् तोक्ष्यति इति एव भवति खलु. द्रष्टव्यमस्ति इदानीं मया यत् धातु सेट् अस्ति न वा, धातु तोक्ष्यति इति अस्ति, तोक्ष्यति धातुः सेट् नास्ति चेत् हल्सन्धिः भवति, धातुः सेट् अस्ति चेत् हल्सन्धिः न भवति इति सिद्धान्तः, तर्हि तोक्ष्यति इति एव. अस्तु अग्रे अग्रे गच्छेम, अग्रे तर्हि तोष्यति भवति न तोषयिष्यति, न तोषयिष्यति न तोष्यति न, अत्र प्रेरणार्थे अस्ति तोषयिष्यति अस्तु अग्रे तर्हि भवती एव करोतु पुष्पा भगिनी. श्रीकृष्णः व्रजं विहाय अगच्छत्, द्वारकाय राज्यम् अरचयत्, द्वारकायां द्वारकायां राज्यम् अरचयत्. श्रीकृष्णः यदि व्रजं विहाय न अगमिष्यत् तर्हि द्वारकायां राज्यं न अरचिष्यत् न अरचिष्यत् न, अत्र रचयति इति अस्ति, रचयति रचयत् रचयति रचयत् अरचिष्यत् क्रमेण अरचयत् रचयति लृट् किम् अस्ति लृट् लृट् रचयिष्यति रचयिष्यति तर्हि न अरचयिष्यति लृट् रचयिष्यति अरचयत् अरचयत् अरचयिष्यत् अरचयिष्यत् समीचीनमस्ति. अग्रे हा महोदय, पाण्डवाः द्यूतेन क्रीडितवन्तः, सर्वदा पराजयं प्राप्तवन्तः. पाण्डवाः यदि द्यूतेन न क्रीडयिष्यन् तत्र क्रमेण वदतु कृपया भगिनि, तत्र लट् किं लङ् किं लृट् किम् इति वदतु. बहुवचने क्रीडयिष्यन्ते लुट् लकारः, लङ् एकवचने वदतु एकवारं, क्रीडते लट् लट् लट् क्रीडते न न परस्मैपरिदातु अस्ति क्रीडति क्रीडति क्रीडन्ति बहुवचनं एकवचने वदतु एकवारं लट् अनन्तरं लङ् लट् क्रीडति लङ् अक्रीडत् लुट् क्रीडिष्यति लुट् अक्रीडयिष्यत् भवती यत् क्रमं वदति तदनुसारं चिन्तनीयमस्ति खलु, लङ् अक्रीडत् लृट् क्रीडिष्यति. लृङ् किं स्यात्? द्वयोः मेलनं करोतु सम्यक्तया. अक्रीडयिष्यत्. अक्रीडयिष्यत् कथम् स्यात्? क्रीडिष्यति इति अस्ति लृट् क्रीडिष्यति. तर्हि तत् स्थाप मध्ये स्थापयतु. अक्रीडिष्यत् अक्रीडिष्यत् इति अस्ति. अक्रीडिष्यत्. इदानीं बहुवचने करोतु. लट् लकारः क्रीडन्ति. लङ् अक्रीडिष्यन्. लङ् लङ् लङ् अक्री अक्रीडन्. लट् क्रीडिष्यन् क्रीडिष्यन्ति. अक्रीडिष्यन्. अस्तु, समीचीनमस्ति. इदानीं सम्यक्. धन्यवादः. अनन्तरं वाक्यं वदतु. पाण्डवाः जूतेन अक्रीडिष्यन्. न न तत्र किन्तु यदि न एतत् सर्वं वक्तव्यमस्ति खलु. यदि पाण्डवाः यदि पाण्डवाः द्यूतेन न अक्रीडिष्यन् सर्वदा पराजयं न अप्राप्स्यन्. उपसर्गः अस्ति खलु. अप्राप्स्यन् उपसर्गः अस्ति न वा? तत्र अस्माकं सर्व अभ्यासः उपसर्गः अस्ति चेत् किं कर्तव्यमस्ति? उपसर्गस्य अनन्तरम् अडागमः भवति खलु, न तु पूर्वम्. उपसर्गं निष्कासयतु एकवारम्. उपसर्गः प्र निष्कासयतु. धातुः अस्ति आप्. आप्नोति. आप्नोति. तत्र लट् तत्र लङ्लकारः कः? लङ्लकारः अप्राप्स्यन् अप्राप्स्यन्. आप् दातौ आप् धातोः लङ्लकारः अप्राप्स्यन्. न अस्तु, सञ्जीवमहोदय किञ्चित् साहाय्यं करोतु कृपया. शृणोतु भगिनी सम्यक्तया, अनन्तरं परिशीलयतु. आप्नोत् का उक्तवती? लङ्लकार अस्ति. आप् सुनिधि. सुनिधि. ओ सुनिधि भगिनि. हा हा हा अस्तु, समीचीनं. भवती एव वदतु तर्हि. आप् धातुः लङ् आप्नोत्. हा लृट् आप्स्यति. हा बहु समीचीनमस्ति. लृङ् प्राप्स्यति. बहु समीचीनमस्ति. इदानीं प्र इति संयोजयतु. प्राप्स्यत्. हा अस्तु, अनन्तरं बहुवचने इदानीम् अत्र अस्ति, करोति वा? प्राप्स्यन्. प्राप्स्यन् अप्राप्स्यन् इति परिशीलनं करोतु. तत्र प्राप्नोति इत्यस्य लङ्लकारः कः? प्राप्नोत्. अत्र किञ्चित् कठिनमस्ति. तत्र लट्लकारः प्राप्नोति प्राप्नुतः बहुवचने किमस्ति? कोऽपि वदति वा? प्राप्नुवन्ति. प्राप्नुवन्ति. अस्तु, सुनिधि भगिनी वदतु. प्राप्नुवन्ति इदानीं भूतकाले लङ्लकारे किं स्यात्? लङ्लकारे अप्राप्नुवन् क्षम्यताम् अहं किं वदामि तत्र आप्नुवन् इति तत्र प्र इति उपसर्गः अस्ति प्राति निष्कासयति प्राप्नुवन् आप्नुवन् प्राप्नुवन् प्राप्नुवन् हा इदानीं तत्र भविष्यत्काले लिट् प्राप्स्यति बहुवचने प्राप्यवन् न तत्र सामान्यमस्ति प्राप्स्यति प्राप्स्यन्ति प्राप्स्यन्ति तर्हि प्राप्नुवन् योगः प्राप्स्यन्ति किं भवति प्राप्स्यन् बहु समीचीनमस्ति चिन्तनं बहु सम्यक् अस्तु तर्हि आहत्य इदानीं पद्माभगिनी वाक्यं वदतु पाण्डवाः पाण्डवाः यदि द्यूतेन न अक्रीडिष्यन् सर्वदा तर्हि सर्वदा पराजयं न प्राप्नुवन्त न सुनिधि भगिनी किं पुनः रूपं वदतु न प्राप्स्यन् न प्राप्स्यन् न प्राप्स्यन् अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि इदानीं अन्य कोऽपि न उक्तवान् वा तावता अस्तु अखिला भगिनी अग्रे मुनिः शपं ददाति दुष्यन्तः शकुन्तलां विस्मरति यदि मुनिः शपं न अदास्यत् तर्हि दुष्यन्तः शकुन्तलां न व्यस्मरिष्यत् न व्यस्मरिष्यत् अस्तु अग्रे सञ्जीवमहोदय कृपया अग्रे बालिकाः गीतां न अन्वगायन् गीता कण्ठस्था न अभवत् अत्र क्रियापदमस्ति अन्वगायन् अनु उपसर्गः अगायन् तत्र धातुः गै लङ्लकारे अगायत् अगायन् लृङ्लकारे लृट् लृट् लृट् लृट् लकारे गास्यति गास्यन्ति तदा लृङ्लकारे भविष्यति अगास्यन् उपसर्गपूर्वकम् अन्वगास्यन् इति अस्ति अस्ति यदि बालिकाः गीतां न अन्वगास्यन् तर्हि गीता कण्ठस्था न अभविष्यत् सुन्दरम् अस्तु तथैव अस्ति अग्रे शिल्पा भगिनी पठतु कृपया महोदय एकः प्रश्नः अत्र अत्र प्रकृतिवाक्यम् एव नास्ति खलु अत्र किं किं वाक्यं नास्ति अत्र प्रकृतिवाक्ये न अस्ति खलु न अन्वगायन् न अभवत् इति अस्ति यदि तर्हि उपयोगं करिष्यामि तस्मिन् समये न त्यजामि खलु हा हा हा इति अस्ति इति स्थितिः सत्यं सत्यं बालिकाः गीतां यदि बालिकाः गीतां तेन अन्वगास्यन् तर्हि गीता कण्ठस्था अभविष्यन् अभविष्यत् अभविष्यत् अर्थः कः भवति? यदि बालिकाः गीतां न गीता एकवचनमेव यदि बालिकाः गीतां न अन्वगस्यन् तर्हि गीता अत्र अत्र स्थितिः अस्ति यत् न कृतवन्तः अतः गीता न कण्ठस्था न अभवत् यदि अकरिष्यन् तर्हि अभविष्यत् इति स्थितिः अस्ति. धन्यवादः. तर्हि एकवारं यदि बालिकाः गीताम् अन्वगास्यन् तर्हि गीता कण्ठस्था अभविष्यत् इति सम्पूर्णमस्ति. सम्यक्. अस्तु अग्रे शिल्पा भगिनी. कोष्टके लिखितानि पदानि चिन्त्वा वाक्यानि पूरयत. ललितः विद्यालयं न गतवान्. सः प्रतिदिनं विद्यालयम् अगमिष्यत् चेत् सम्यक् अध्ययनं किम् अध्ययनम् अर्थः कः? अध्ययनं पाठः सम्यक् पाठः प्राप्स्यत्. न, अध्ययनमिति प्रायः न आगच्छति. अध्ययनमित्युक्ते स्टडि. ओ अकरिष्यत्. न, सः ललितः विद्यालयं न गतवान्. सः प्रतिदिनं विद्यालयम् अगमिष्यत् चेत् सम्यक् अध्ययनं भवितुम् तत्र एतत् सर्वं भवितुमर्हति स्म. वस्तुतः एतत् सर्वं विचिन्त्य यत् प्रत्येकं एकवारमेव उपयुज्यते इति चेत् न, एकवारमपि नास्ति. अस्तु, अकरिष्यत् इति अभविष्यत् अपि समीचीनमस्ति इति अहं मन्ये. अभविष्यत् अभविष्यत् अस्तु. सम्यक् अध्ययनम् अभविष्यत् हा इति अकरिष्यत् अपि भवितुमर्हति स्म. अस्तु, किन्तु अभविष्यत् इति समीचीनमस्ति अत्र. अग्रे सुनिधि भगिनी, अग्रे. सम्यक् अध्ययनम् अध्ययनम् अध्ययनम् अध्ययनम् तदेव सम्यक् अध्ययनम् अभविष्यत् न. प्रथमतया वाक्यं किमासीत्? ललितः विद्यालयं न गतवान् न गतवान्. सः प्रतिदिनं विद्यालयम् अगमिष्यत् चेत् सम्यक् अध्ययनम् अभविष्यत् अभविष्यत् हा. पुनः सम्यक् अध्ययनम् अभविष्यत् चेत् परीक्षां निशङ्कम् अभविष्यत् उदतरिष्यत् उदतरिष्यत् नाम उत्तीर्णः. तरति इति उत्तीर्णः उदत्तरिष्यत् इति अस्ति. पुनः वदतु. सम्यक् अध्ययनम् अभविष्यत् चेत् परीक्षां निशङ्कम् उदतरिष्यत्. हा समीचीनमस्ति. अस्तु अग्रे अखिला भगिनि. परीक्षाम् उदतरिष्यत् चेत् उच्चशिक्षणं प्राप्स्यत्. हा अत्र शिक्षणं प्राप्स्यात् इति भवति. अस्तु अग्रे गच्छेम. तर्हि मीना भगिनि. उच्चशिक्षणं प्राप्स्यत् चेत् विवेकम् अलप्स्यत. हा इति समीचीनमस्ति. वस्तुतः प्राप्स्यत् अलप्स्यत इति तत्र अर्थः प्रायः समानः इति कृत्वा तत्र उभयत्र भवितुमर्हति स्म. समीचीनम्. अग्रे गच्छेम. अग्रे पुष्पा भगिनि. विवेकम् अलप्स्यत चेत् निरन्तरं राष्ट्रसेवाम् अकरिष्यत्. समीचीनमस्ति. सञ्जीवमहोदय अग्रे. निरन्तरं राष्ट्रसेवाम् अकरिष्यत् चेत् लोकस्य हितम् अभविष्यत्. अभविष्यत् इति अपि समीचीनमस्ति. अत्र वक्तुं न शक्नुमः यत् अन्वकरिष्यत् इति समीचीनमस्ति. अभविष्यति किमर्थं न स्यात्? तदपि समीचीनं. दोषपूर्णं तु नास्ति. अन्वकरिष्यन् अस्तु. न भवितुमर्हति. अन्वकरिष्यत् अथवा भविष्यत् इति. अस्तु तर्हि अग्रे पद्मा भगिनि. लोकः चिरकालं न अन्वकरिष्यन् तस् न लोकः चिरकालं न तं नाम कम्? आम् ललितः. ललितं ललितं न अन्व व्यस्मरिष् न समीचीनं व्यस्मरिष्यत् तस्मात् ललितस्य जीवनयात्रा सफला अभविष्यत्. हा इति अस्ति. तावदेव. अस्तु तर्हि अग्रे शिल्पा भगिनी. अग्रे न मीना भगिनी. अग्रे पठतु अनन्तरं शिल्पा. वाक्ये प्रयुक्तानां वाक्ये प्रयुक्तानां रूपाणां स्थाने लृङ् रूपाणि उपयुज्य वाक्यानि पुनः लिखत. उदाहरणं विद्युत् भवति, दीपः ज्वलति. यदि विद्युत् अभविष्यत् तर्हि दीपः अज्वलिष्यत्. छात्राः भवन्ति, शिक्षकः पाठयति. यदि छात्राः अभविष्यन् शिक्षकः अपाठयिष्यत्. तर्हि यदि छात्राः अभविष्यन् तर्हि शिक्षकः अपाठयिष्यत्. हा बहु समीचीनमस्ति. अस्तु अग्रे सुनिधि भगिनि. अग्रे कोषे धनम् अस्ति, फलं क्रीणामि. यदि कोषे धनं ल अस्ति नाम भवति इति चिन्तयतु, भवति अभविष्यत्, यदि कोशे धनम् अभविष्यत् तर्हि फलम् भविष्यत्कालस्य रूपं किं क्रीणाति इत्यस्य भविष्यत्कालः तत्र भविष्यत्कालस्य रूपं ज्ञातव्यमस्ति. अत्र भविष्यत्कालस्य लृट् किम् अस्ति? सुब्रह्मण्यं महोदय तत्र वदतु भविष्यत्कालस्य. क्रेष्यामि, क्रेष्यति. अस्तु भगिनि, इदानीं चिन्तयतु तत्र लङ्लकारः भविष्यत्कालस्य. Oh, I thought I heard it on mute. I'm sorry, I'm sorry. Astu, Sunidhi Bhagini, what are you? Kreshyami. Kreshyami, Kreshyami iti vartamana kalasya. Aham kreshyami, no, actually, I'm sorry. Kreenami iti, Kreshyami iti lritlakaraha, Kreshyami. Idhanim lang? Akreshyami. अक्रेष्यन् अक्रेष्यम् अक्रेष्यम् इति अस्ति. अक्रेष्यं समीचीनं. यदि कोशे धनं भविष्यत् अभविष्यत् तर्हि फलम् अक्रेष्यम् तत्र अक्रेष्यम् इति अस्ति. अक्रेष्यम् अक्रेष्यम् अस्तु, समीचीनमस्ति. अग्रे सुब्रह्मण्यमहोदय अग्रे. उत्साहः अस्ति, धवन् भवान् लक्ष्यं प्राप्नोति. यदि उत्साहः अभविष्यत् तर्हि भवान् लक्ष्यं प्राप्स्यत् प्राप्स्यत् समीचीनमस्ति. अग्रे सञ्जीवमहोदय अग्रे. विरामः अस्ति, भवती नाटकं पश्यति. यदि विरामः अभवत् भवती नाटकम् अद्रक्षत्. पुनः यदि नाटकं विरामः यदि विरामः अभवत् अभविष्यत् यदि विरामः अभविष्यत् भवती नाटकम् अद्रक्षत् इति अस्ति. समीचीनम्. अग्रे अखिला भगिनी अग्रे. आम् आम्, यदि भवतः वचनं सत्यम् अभविष्यत् तर्हि अङ्ग्यकरिष्यम् अङ्ग्यकरिष्यम् इति अस्ति. समीचीनम्. अग्रे पुष्पा भगिनी अग्रे. भगिनी अस्ति? अस्तु, अन्य अस्मि महोदय, अस्मि करिष्यन् करिष्यन् वृक्षाः उन्नताः भवन्ति पतन्ति. यदि वृक्षाः उन्नताः अभविष्यन् अपतश्यन् पुनः अन्तिमरूपं तर्हि अपश्यन्. यदि वृक्षाः उन्नताः अभविष्यन् तर्हि पतिष्यन् अस्तु अग्रे शुभा भगिनी अग्रे. भवान् कम्बलं धरति. सप्तमम्. ओ ओ सः सम्यक् सः सम्यक् कार्यं करोति. निर्वाचने जयति. यदि सः सम्यक् कार्यम् अकरिष्यत् तर्हि निर्वाचने जयति अजयति अजिष्यत्. बहु समीचीनमस्ति. अजिष्यत् बहु सम्यक्. अस्तु अग्रे इदानीं पद्मा भगिनी अग्रे. आं महोदय. भवान् कम्बलं धरति शैत्यं न बाधते. भवान् कम्बलं अधरिष्यः. पुष्पा भगिनी. मध्यमपुरुष. भवान् कम्बलम् अधरिष्यः. भवान् मध्यमपुरुष कथं मध्यमपुरुष भवान् भवान् कम्बलम् अधरिष्यत् शैत्यं तर्हि शैत्यं न अबाधिष्यत्. अत्र आत्मनिपदे अस्ति. आत्मनिपदे अबाधिष्यत. अबाधिष्यत इति अस्ति. हा अस्तु अग्रे तर्हि इदानीं मीना भगिनी. मीना भगिनी. यदि जलम् अभविष्यत् तडागः शुष्कः न अभविष्यत्. इति अस्ति. अस्तु अखिला भगिनी अग्रे. सा यथावत् पठितं वाक्यं पठनीयमस्ति. सर्वे बहवः जनाः शृण्वन्ति अनन्तरं प्रथमं यथावत् पठनीयमस्ति. अनन्तरं समाधानं वक्तव्यमस्ति. अनिलः. अखिला भगिनी अग्रे. अनिलः आलस्यं त्यजति सुखम् अनुभवति. अनिलः आलस्यम् अत्यक्ष्यत् सुखम् अन्वभविष्यत्. यदि तर्हि एतत् सर्वं सम्यक् अस्ति इति अस्ति. अस्तु समयः जातः वस्तुतः अग्रे अकर्मकः सकर्मकः अस्ति. तत्र वस्तुतः तत्र किं सर्वे जानन्ति वा अकर्मकसकर्मकविषयः? महोदय त्यजति त्यजिष्यति अत्यजत् न अत्र किमस्ति यत् त्यज् धातुः सेड् नास्ति अतः हल्सन्धिः भवति. जकारस्य स्थाने ककारः भवति. अस्तु तत्र अग्रे गत्वा वयं अस्तु वस्तुतः समयः नास्ति. अग्रे गमनार्थं तत्र सर्वे किञ्चित् पठन्तु अकर्मकसकर्मकविषयः. ये तु जानन्ति तेषां कृते तत्र सुलभमेव. ये न जानन्ति तत्र किञ्चित् चिन्तनम् अपेक्षितमस्ति अवगमनार्थम्. अतः किञ्चित् पठित्वा इतः अग्रे श्रोतुं शक्ष्यामः अग्रिमे सप्ताहे. अस्तु तर्हि अनेन ऋण्कारः समाप्तः. इदानीं विरमाम तर्हि. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः.